नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयचिन्तनवर्गे स्वागतम्। अत्र अस्माकं पाठः अस्ति कर्मणि भावे च इति। तत्र सम्प्रसारणी दातवः इति आरभ्य किञ्चित् पुनस्मरणरूपेण पठित्वा अग्रे सरामः। तत्र वयं गतसप्ताहे अपि दृष्टवन्तः, नूतनसूत्रमेकमासीत् वचिस्वपि यजादीनां किति इति, यक् प्रत्ययः कित् अतः तत्र तत्र सम्प्रसारणकार्यं भवति इति। अन्यत् सूत्रम् आसीत् ग्रहीज्या वै व्यधि वष्टि विचति विच्छति पृच्छति बृजतीनां इति च इति। तद्वयं तु पूर्वमेव जानीमः, तत्र एकवारं तस्य अनुवृत्ति पठामः। अरुणा भगिनी पठति वा? भगिनि महोदय, एकं बिन्दुः उक्तवान् प्रधान मुख्य इति स्मर्तव्यं, वचि स्वपि यजादीनां तस्य निमित्तं किति प्रत्ययः अस्ति केवलं, ग्रहीज्या वै वदि तस्य निमित्तं किति अपि इति स्मर्तव्यम् अवश्यम्। आं भगिनि, अरुणा भगिनि किं भगिनि सम्प्रसारण वचस् तत्र वचिस्वपि यजादीनाम् एकवारं तस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां किति वच् स्वप् यज् वप् वह् वस् वद् वेङ् हेङ् श्री वेङ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्ययपरे। अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति। अत्र सरलभगिनि उक्तम्, अत्र वचिस्वपि यजादीनां धातूनां किति प्रत्ययः यक् इति कित् प्रत्ययः, कित् प्रत्ययप्र परे सम्प्रसारणं भवति। यजादीनां नवधातवः सन्ति, यज् वप् वह् वस् वद् वेङ् फेङ् श्री येङ् येङ् इति अन्यधातवः सन्ति। किति प्रत्यये परे सम्प्रसारणं भवति। भगिनि अग्रिमं, भगिनि आम् अग्रिमं, ग्रहीज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति बृजतीनां किन्निति च किन्निति च, ग्रह् ज्या वै व्यद् वश् व्यच् व्रश्च पृच् व्रश्च, येषां सम्प्रसारणं भवति किति निति प्रत्यये परे। अनुवृत्तिसहितसूत्रं ग्रहीज्या वै व्यधि वष्टि विच्छति वृच्छति पृच्छति बृजतीनां निति किति च सम्प्रसारणम्। अत्र धातवः ग्रहिज्या वै व्यधि वष्टि विचति पृच्छति पृच्छति भुज्यतीनां किति आर् वा निति प्रत्ययपरे सम्प्रसारणं भवति। तदेव दत्तं भगिनि। तावदेव। अतः तयोः भेदः कः इत्युक्ते, वचिस्वपि यजादीनां तत्र कित् प्रत्यये परे एव भवति, परन्तु ग्रहीजा इत्यनेन सम्प्रसारणकार्यं निति किति भवति इत्येव। अस्तु, तत्र इग्यणः सम्प्रसारणं वयं तु जानीमः एव, संज्ञासूत्रमस्ति, यणः स्थाने इक् भवति इति, सम्प्रसारणम् इति संज्ञा भवति येन, सम्प्रसारणसंज्ञा भवति येन सूत्रेण, अनेन सूत्रेण सम्प्रसारणाच्च इति अग्रिमसूत्रमस्ति। तत्र अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति सम्प्रसारणसंज्ञकवर्णात् इति, तदपि एकं मुख्यसूत्रम्। अनन्तरं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमस्ति, यत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति, पूर्वं स्थितस्य वर्णस्य सम्प्रसारणं न भवति। यदा वर्णद्वयम् अस्ति चेत् तत्र पूर्वस्थितवर्णस्य सम्प्रसारणं न भवति इति। तत्रैव उक्तवती वा अरुणा भगिनी, किमपि धातुः अस्ति न अवगतम् इति? अग्रे अस्ति भगिनि, अग्रे अस्ति वा? अस्तु, एतत् अग्रे यदा आगच्छति पश्यामः। अभ्यासः तु वयं गतसप्ताहे कृतवन्तः किल, अग्रे सरामः वा? अग्रे अस्तु भगिनि, सरला भगिनी भवती एव पठतु भगिनि अग्रिमसूत्रम्। अस्तु, शास्ति वसि हसि त्रिपाद्यां सूत्रमस्ति, अष्टमध्यासे तृतीयपादे सूत्रं शास् वा इत्येषां धातूनां प्रत्याहारस्य वणो उत्तरस्य कवर्गीयवणो उत्तरस्य च सकारस्य षत्व आदेशः भवति। सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययोः इत्यनेन षत्वं न सम्भवति। तस्मात् च अस्य सूत्रस्य आवश्यकता शासश्च वसिश्च घसश्च तेषाम् इतरेतरद्वन्द्व शासश्च वसिश्च घसश्च तेषां शासि वसि घसीनां शासि वसि घसीनां षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं सहे सां सः इत्यस्मात् सः इत्यस्य अनुवृत्ति अपदान्तस्य मूर्धनस्य इत्यस्मात् मूर्धन्य तस्य अनुवृत्ति तयोः वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्ति तिल्पो इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं शासि वसि घसीनां तयङ्को च सः मूर्धन्य संहितायाम् इति सूत्रं वदति यदि धातोः शासि शास् वस् त्रयधातव यदि सम्प्रसारणधातव सम्प्रसारणं वर्णस्य पूर्ण पूर्वम् अस्ति तदानीं यः सकार अस्ति तस्य स्थाने शकारमूर्धेन आगच्छति। यदि सम्प्रसारणं वर्ण तस्य पूर्वम् एन् प्रत्याहारे वा तस्य प्रवर्गीय वर्णस्य पूर्वम् अस्ति यथा आदेशप्रत्ययो तस्य सामान्यसूत्रम् अस्ति तस्मात् तत् सूत्रं वदति यदि एण्को प्रत्याहार वा एण् प्रत्याहार वा कवर्गीय कवर्गीयवर्णः पूर्वम् अस्ति तदनन्तरं यः सकार अस्ति तस्य षत्वं भवति। किन्तु तस्मिन् सूत्रे सकार प्रत्ययस्य अवयवः अस्ति किन्तु अस्मिन् सूत्रे शस् वस् ध्वस् इति धातवः अस्ति ते प्रत्ययः नास्ति अतः आदेशप्रत्ययो अस्मिन् सूत्रे धातूनां प्रति कार्यं न कर्तुं शक्नोति तस्य प्रसक्तिः एव नास्ति शास् वस् ध्वस् प्रति। इदानीं शास् वस् ध्वस् केवलं त्रयः धातवः सन्ति। उदाहरणं यदि वयं पश्यामः वस् योग यक् अस्ति वस् अति अस्मिन् धातवे वस् अति वचि स्वीयजानीनाम् अस्ति इति सूत्रेण सम्प्रसारणं भवति। सो वकारस्य भवति सकार तस्य परे अस्ति यक् यक् अस्ति तस्य परे उदाहरणं किन्तु सूत्रं केवलं तत्र कार्यं करोति ऊसति सम्प्रसारणं धातु सम्प्रसारणं वर्ण तस्य परे सकार अस्ति तत् सकारस्य सकार बोधने सकार आगच्छति ऊष् भवति अनुवृत्ति सहस्रसूत्रमस्ति शासि वसि घसीनां च को सम्बोधन संहितायां यदि शासि वस् शास् वस् घस् एते धातुः सन्ति ते तेषां सकारस्य स्थाने षष्टिविभक्तिः अस्ति एण्को एण्को इति पञ्चमी विभक्ति अस्ति तस्य पूर्वम् एण् प्रत्याहारे आगच्छति इ उ कवर्गीयवर्ण कवर्गीयवर्णाः सन्ति तदा सकारस्य सकारस्य अस्ति षष्टिविभक्तिः अपि मूर्धन्य प्रथमविभक्ति मूर्धन्यशकार संहितायां सन्धि विभागे आगच्छति इति सूत्रं वदति. समीचीनम्. अतः तत्र यद् वचिस्वपि अजादीनां किति इत्यनेन यत् सम्प्रसारणकार्यं भवति तस्य विषये एव एतत् सूत्रमपि वदति किल, शसि वसि त्रयधातवः सन्ति तदानीं केवलं सकारस्य एते धातवः वचि स्वपि स्वपि यजादिना एतस्मिन् आगच्छति धातवः गरीजाव्यावहि तस्मिन् नास्ति तेषां त्रिपादिसूत्रमस्ति षष्टमाध्याये अस्ति किल. भगिनी न अवगतवती, पुनः वदतु कृपया. आम्, तत्र यत् वयं वचिस्वपि अजादीनां किति इति सूत्रं दृष्टवन्तः किल, तत्र परिगणितदातवः सन्ति, तस्मात् तत्र वत् शा क्षम्यतां वत् शास् घस् इति त्रयः दातवः, घस् तु तत्र नास्ति, शास् अण्ड् घस् तत्र किमपि तत्र नास्ति, तत्र नास्ति, तत्र नास्ति. एकनिमिषं, प्रथमं बस् विषये आं वदतु भगिनि. बस् एव वा? ओ एवम्, अस्तु. बस् विषये प्रथमं तत्र तु नास्ति, तदेव अहमपि दृष्टवती, तत्र तु किमपि सम्प्रसारणकार्यमेव नास्ति. तत्र प्रायः षत्वविधिविषये तस्मिन् षस् घस् तत्र तु षत्वविधिविषये बस् इत्यस्य प्रथमं सम्प्रसारणकार्यं तु भवति एव वचिस्पति क्षम्यतां वचिस्वपि यजादीनां किति इति सूत्रेण उस् योगः यक् भवति. तत्र येन सूत्रेण शासि वसि गसीनाञ्च इति सूत्रेण यद् सकारः अस्ति तस्य षत्व षत्वं भूत्वा उष् इति भवति. एतत् इन्कोः किम् अस्ति भगिनि? इन्कोः यदा वयम् आदेशप्रत्ययोः कुर्मः तत्र पूर्वम् इन् प्रत्याहारस्थवर्णः वा सवर्गः अस्ति चेदेव आदेशप्रत्ययोः इति सूत्रेण षत्वं भवति. अस्माकं मध्यमपुरुषे सर्वदा भवति किल भगिनि, करोषि, अन्यत्र कुत्रापि स्मरति वा, तत्र षत्वं भवति इण्कोः कारणेन एव तत्र षत्वं भवति. साधारणतया किं वदति इति, इण्कोः इत्युक्ते इण् प्रत्याहारस्थवर्णः किमपि पूर्वं वा कवर्गीयस्य वर्णः अस्ति चेत् तत्र आदेशप्रत्ययोः इत्यनेन सकारः शकारः जातः इत्येव आदेशप्रत्ययोः वदति. अत्र इन् वर्णः कुत्र अस्ति? अत्र अस्माकं उस् इत्यस्य उकारः इन् वर्णः किल, इन् प्रत्याहारस्थवर्णः किल. किन्तु तत्तु प्रत्यये नास्ति, तत्तु तदेव वदन्ति तत्र आदेशप्रत्ययोः इत्यनेन. किमर्थम् आदेशप्रत्ययोः इत्यनेन षत्वं न सम्भवति, नूतनसूत्रस्य का आवश्यकता इति प्रश्ने सति तत्र वदति आदेशप्रत्ययोः प्रत्ययः अस्ति चेदेव आदेशः भवति, अतः एतद् नूतनसूत्रस्य आवश्यकता, एषा नूतनसूत्रस्य आवश्यकता. शासि वसि गसीनाञ्च इत्यनेन अत्र षत्वविधिः विधीयते, न आदेशप्रत्ययोः इत्यनेन न. आदेशप्रत्ययोः इत्यनेन तत्र प्रायः तद् अनुवृत्तिः इन्कोः इति आगच्छति तावदेव. अस्तु, वस् घस् इत्येषां धातूनाम् इन् प्रत्याहार किम् अस्ति तत् पदम्? इन् प्रत्याहारस्थवर्ण उत्तरस्य इत्युक्ते इन् प्रत्याहारे स्थितवर्णं वर्णः उत्तरे अस्ति चेत्. ओ, उत्तरे अस्ति चेत् इत्युक्ते आदौ अस्ति चेत्. समीचीनं तदेव कवर्ग कवर्गीय वर्णः वर्ण उत्तरस्य च एतत् वदति क वर्गीय वर्णम् अपि आदौ अस्ति चेत् तत्र सकारस्य षकारः आदेशः भवति ओ अतः एव लतासु किन्तु रामेषु आम् परन्तु येन सूत्रेण न आदेशप्रत्ययोः इत्यनेन शासि वसि गसीनाञ्च इति सूत्रं त्रयधातवः विषये एव कार्यं करोति शास् वस् घन् गस् क्षम्यतां गस् अस्तु किन्तु तथापि अस्ति खलु पास्यति स्थास्यति किन्तु लेखिष्यति तत्र इकार इडागमः इष्यति आम् आम् तदेव तदपि इन्का इन्कोः अस्ति किल भगिनि किञ्चित् उच्चैः वदतु सरला भगिनी न श्रूयते आदेशप्रत्यय एतत् सूत्रं तु शास् इति अदादिगणीयधातुः अस्ति वस् इति एव अस्माकं विषयः अस्ति इदानीम् अनन्तरम् एकम् अन्यत् धातुः आसीत् किन्तु तत्र भविष्यत्काले इन्कोः कार्यं करोति किम् आं भगिनि यत्र यत्र प्रत्ययस्य विषयः अस्ति तत्र सर्वत्र आदेशप्रत्ययोः एव कार्यं करोति प्रत्ययस्य कारणेन षत्वं भवति चेत् आदेशप्रत्ययोः एतत्तु किञ्चित् इन्कोः इति अत्र शास्वगति विषये एव कार्यं करोति अपवादसूत्रम् अस्ति वा भगिनि किमपि उक्तवान् वा महोदय अत्र न इन्कोः तु अधिकारसूत्रम् अस्ति खलु न न षष्टि वसि गति इन्कोः निमित्तमस्ति तत् समीचीनं भगिनि अस्मिन् सूत्रस्य विषये सरला भगिनि शसि वसि गसीनाम् इति आदेशप्रत्ययोः इत्यस्य अपवादः अस्ति वा परन्तु तत् स्थलमेव भिन्नं किल स्थलं भिन्नम् अपि लिखितमस्ति बलाबलस्य चिन्तनस्य आवश्यकता एव नास्ति समीचीनं भगिनि भवती किम् उक्तवती आदेशसूत्रम् इत्युक्ते किम् किं भगिनि एतत् सूत्रं वा शति वति गसीनाम् इति वा न अपवादसूत्रं कस्य अपवादसूत्रं न अपवादः नास्ति मम एव भ्रमः अहं चिन्तितवती प्रायः अत्रापि शकारादेशः विधीयते इति परन्तु तादृशचिन्तनस्य आवश्यकता न आवश्यकं भगिनि तत्र किमर्थम् इत्युक्ते अस्य स्थानं तु भिन्नम् अस्ति आदेशप्रत्ययोः इत्यस्य स्थानं भिन्नम् अस्ति अतः तत्र बलाबलस्य चिन्तनम् इदानीम् आदेशप्रत्ययः किं करोति तत्रापि षत्वविधिः एव विधीयते परन्तु प्रत्ययस्य कारणेन सूत्रं भिन्नसूत्रमस्ति इन्कोः तु अधिकारसूत्रम् अस्ति इन्कोः इति अधिकारः अस्ति आम् आम् आदेशप्रत्ययोः इति पूर्वसूत्रमस्ति अस्य सूत्रस्य एव पूर्वसूत्रम् इन्कोः परस्य अपधान्तस्य आदेशरूपस्य प्रत्यय अवयवरूपस्य वा सकारस्य मूर्धन्य आदेशः भवति इति आदेशप्रत्ययोः तत्रापि इन्कोः इत्यस्य अधिकारः अस्ति तावदेव अस्तु अग्रे सरामः पश्यामः किम् अस्ति इति अस्तु सुमन् भगिनी भवती एव पठतु हलः इति अग्रिमसूत्रम् अस्तु तत्र अकृत् सार्वधातुक तस्मात् पूर्वम् एकं महोदयेन एकं सूत्रं योजितवान् फलः इति अहं पठामि भगिनि. आं पठतु भगिनि अरुणा भगिनि. अलः अङ्ग अवयवा हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति. यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति. हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारसंज्ञकवर्णः. अस्ति अचश्च अलोन्तस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घ आदेशः. सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः. ड्रालोपे पूर्वस्य दीर्घो नः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं हलः सम्प्रसारणस्य अङ्गस्य दीर्घः. सूत्रं वदति सम्प्रसारण अङ्ग अवयवत् हल् सम्प्रसारणं वर्णात् पूर्वं हल् वर्णः अङ्गम् अवयात् अस्ति चेत् तत् सम्प्रसारणवर्णस्य दीर्घः भवति. यः हल् वर्णः अङ्गसमयं तस्मात् परे स्थितः यत् अङ्गन्तं सम्प्रसारणं तस्य दीर्घत्वं भवति. उदाहरणं कुत्र अस्ति? अत्र उदाहरणं ज्यायोगः अकृत् सार्वधातुके दीर्घः तदपि पठित्वा प्रतिपादयतु भगिनि, प्रायः अवगन्तुं शक्नुमः. धातोः सम्प्रसारणवर्ण अस्ति यत् वर्ण अर्धधातुकवर्ण कित् प्रत्यय परे हल् वर्णस्य अस्ति चेत् पूर्वं सम्प्रसारणात् पूर्वं सम्प्रसारणवर्णस्य दीर्घः भवति इति सूत्रं वद हलः सूत्रं वदति. अकृतसार्वधातुकयोः दीर्घः इति सूत्रम् अदन्त अङ्गस्य दीर्घ आदेशो भवति यकारादिप्रत्यये परे. किन्तु स प्रत्ययः कृत्सङ्गकः अथवा सार्वधातुक चेत् न भवति. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः ये अकृतसार्वधातुकयोः सूत्रम् अकृतसार्वधातुकयोः दीर्घः सूत्रं वदति. अङ्गम् अजन्तं भवति चेत् दीर्घ आदेशो भवति यकारादिप्रत्ययपरे. प्रत्ययः कृत् प्रत्यय कृत्सङ्गकसङ्गकप्रत्यय अथवा सार्वधातुक प्रत्यय अस्ति चेत् दीर्घ न भवति. अतेव दत्तम् अनुवृत्तसूत्रम् अचः अङ्गस्य दीर्घः इ अकृतसार्वधातुकयोः. हलः सूत्रं वदति हल् वर्णः अस्ति सम्प्रसारणवर्णस्य पूर्वम् उत्तरम् अत्र सम्प्रसारणवर्णस्य दीर्घः भवति. अङ्गम् अजन्तम् अङ्गम् अस्ति चेत् दीर्घादेशः भवति यकारादिप्रत्ययपरे एव, न तु कृत्सङ्गक वा सार्वधातुक प्रत्ययपरे न भवति. समीचीनम्. अत्र ज्या वदतु भगिनि किम् अस्ति इति. ज्या योगः भगिनि भवती पुनः एकवारं वदतु. वदामि अवश्यम् अवश्यम्. अहमपि प्रथमवारम् इदानीमेव अवगच्छामि, अतः प्रथमम् अहं शृणोमि, अनन्तरम् अहम् अवश्यं वदामि भगिनि. वदतु भगिनि अरुणा भगिनि. ज्या योगः यत् ज्या योगः अत्र यकार सम्प्रसारवर्णः या स्थाने इकार आगच्छति जि इति रूपं भवति. जि योगः यक् जि योगः आप्लस् यक् जि योगः यक् अलः इति सूत्रेण दीर्घः भवति. आ कुत्र गच्छति? सम्प्रसाराणाच्च इति सूत्रेण पूर्वरूपादेशः भवति किल? न, सम्प्रसाराणाच्च, सम्प्रसाराणाच्च सूत्रम् यकार अस्ति आकार अपि अस्ति तदेव जि आर् आ यक् अत्र पूर्वपरयोः सम्प्रसारणाच्च सूत्रेण अच्वर्णः सम्प्रसारणवर्णात् अच्वर्णः परे पूर्वपरयोः पूर्ववर्ण एव आदेशः भवति तदेव या अत्र जकार अस्ति यकार अस्ति आकार तदेव या स्थाने इकार आगच्छति या योगः इ जि भवति आ अवि अपि अस्ति तदेव अकारलो पूर्व इकार अकारलो मध्ये अकार पूर्व रूपम् आदेशः भवति सम्प्रसारणाच्च इति सूत्रे तदेव अत्र. इदानीं हलः इत्यस्य निमित्तानि कानि, कुत्र कथम् आगच्छति? सम्प्रसारणम् वर्ण अस्ति न भगिनि, जकार अन्वर्णः हलः यदुत्तरं हलः सूत्रं वदति अङ्ग अवयवात् हल् यत् उत्तरं सम्प्रसारणम् अस्ति तत् सम्प्रसारणस्य दीर्घः भवति तदेव अत्र दत्तम्. अस्तु, अतः अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं, जकारः इति अङ्ग अवयवस्य हलः अस्ति, तद् उत्तरं सम्प्रसारणम् इति यकारः अस्ति, तदन्तस्य अङ्गस्य दीर्घः भवति. इदानीं यकारः इकारः जातः, अतः तद् अन्त्य अङ्गस्य दीर्घत्वं भवति, ईकारः भवति, तावदेव किल? किमपि अन्यत् निमित्तं नास्ति. सम्प्रसारण वर्णस्य पूर्वं हल् वर्णः स्यात् इति निमित्तम् अस्ति. सम्प्रसारणवर्ण अङ्गस्य अन्ते भवेत् द्वे निमित्तं निमित्तद्वयं हल् वर्णपूर्ण सम्प्रसारणवर्ण अन्ते अचुमान तस्मात् अग्रे किमपि न भवेत् इति अस्ति वा? तादृशं किमपि न उक्तं सार्वधातुकयो दीर्घ तस्मात् तस्यापि अजन्तदीर्घादेशो भवति यकाराधिपत्ये परे. साधु द्वयोः प्रसक्तिः अस्ति जि योगया तत्र हल कृतसार्वधातुकयोः द्वयोः मध्ये बलाबलं चिन्तनं करणीयम्. यदि परसूत्रम् अकृत सार्वधातुक यदि सङ्ख्या पश्यामः तत् परसूत्रात् तस्य प्रसक्तिः भवति, किन्तु यदि परिभाषा अस्ति परसूत्रात् नित्यसूत्रं बल नित्यात् अन्तरङ्गसूत्रम् अन्तरङ्गसूत्रात् अपवादसूत्रम् हल इति अन्तरङ्गसूत्रम् अस्ति कारणं किञ्चित् निमित्तानि द्वये तस्मिन् अस्ति तस्य परे निमित्तं नास्ति अतः अन्तरङ्ग सूत्रात् सूत्रं भूत्वा जि तस्य हल इति बलवत् भवति अकृतसार्वधातुकयोगी इति सूत्रम् अपेक्षा. अस्तु, हलः इति सूत्रे हलः इति एकं निमित्तम् अस्ति एकमेव किल, हलः सम्प्रसारणस्य अङ्गस्य दीर्घः हलः इति निमित्तम् एकम्. अकृत् सार्वधातुकयो दीर्घः इत्यत्र अपि च सम्प्रसारणस्य भवेत् निमित्तद्वयं निमित्तं अकृत् सार्वधातुकयोर्दीर्घः इत्यत्र दीर्घ किं वदति भगिनि? अत्र अजन्त अङ्गम् अस्ति, अजन्त अङ्गस्य दीर्घादेशो भवति यकारादि प्रत्ये परे, सो यकार परे अस्ति, साधु जि अस्ति, तत्र द्वये निमित्तं एकस्मिन् पदे अस्ति, यकार बहिः अस्ति तस्य, साधु तत्र अन्तरङ्गं भवति, किमपि न भवति किम् किम् अकृत् सार्वधातुक अकृत् सार्वधातुकयोः यो दीर्घः तत्र सम्प्रसारणं विषये किमपि नास्ति इदानीं नास्ति. इदानीम् अस्माकं यदि जी योग यक् अस्ति तत्र बलाबलस्य चिन्तनम् अस्ति हल् अकृत् सार्वधातुकयो तयो मध्ये तस्य अन्तरङ्गात् भूत्वा हल् तस्य प्रसक्तिः बलवत् अस्ति तस्य कार्यं पूर्वं भवति. इदानीमपि जी योगया यदि भवति ईकार तदपि अकृत सार्वधातुक दीर्घ तस्य कार्यं भवति कारणं अजन्तं तस्य दीर्घादेश भवति. इदानीं यथा प्रजनवत् सर्वे सर्वत्र भवति रे यदि वृष्टि भवति सर्वत्र भवति जी तथैव अकृत सार्वधातुक दीर्घ तस्य प्रसक्तिः इदानीम् अस्ति. इत्युक्ते किं भगिनि? अकृत् इत्युक्ते यदि कृत् सार्वधातुकप्रत्यय परे अस्ति तत्र न भवति दीर्घत्वं न भवति मीन्स् न अकृत् इत्युक्ते कृदन्त प्रत्यय नास्ति भवेत् आर्धधातुकप्रत्ययः अस्ति कित् प्रत्ययः अस्ति किन्तु तत् सार्वधातुकः नास्ति तत् आर्धधातुकप्रत्ययः अस्ति कृत् प्रत्ययः न भवेत् सार्वधातुकप्रत्ययः न भवेत् तदानीं यस्य अङ्गस्य अन्ते यथा नी धातुः अस्ति वयं पूर्वं दृष्टवन्तः नी योग यत् अस्ति नीयति नीयते इति भवति यदि जी अस्ति जयति भवति साधु जी तद् जीयते इति भवति जीयते सूक्तम् अपि दीर्घं करोति अकृत् सार्वधातुकयोः दीर्घ तदपि दीर्घं कार्यं तु समान खलु हल् तस्य निमित्तम् अस्ति सम्प्रसारणं तस्य हल् वर्णस्य उत्तरं भवेत् अकृतसारधातुक तत् न वदति अजन्त अङ्गं भवेत् तस्य निमित्तम् अजन्त अङ्गं सत्यम् अपि च यकार निमित्तं यकारादिप्रत्यये परे यकारादौ अकृत् प्रत्यये अस्तु किन्तु कार्यं समानं निमित्तानि दिनानि दिनानि अस्तु अतः अभ्यासम् अस्ति कथं करणीयम् अतः अहम् एकवारं वदामि भगिनि सम्यक् वा इति पश्यतु तत्र हलः इति सूत्रं वदति अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तद् अङ्गस्य दीर्घो भवति इति अतः हलः इति एकं निमित्तम् अस्ति अङ्गस्य सम्प्रसारणम् इति निमित्तद्वयमस्ति हलः इति सूत्रे अकृत् सार्वधातुकयोर्दीर्घः इत्यत्र ई इति एकं निमित्तम् अजन्त अङ्गं भवेत् इति द्वितीयं निमित्तम् अकृत् सार्वधातुकयोः इति ई इत्यस्य विशेषणं किल अतः तत्रापि निमित्तद्वयमेव अस्ति अतः हलः प्रायः तदेव ई किल भगिनि अकृत् सार्वदात् अजन्त अपि ऊकार यथा पूर्वं वयं दृष्टवन्तः भूयते इति अस्ति खलु भूधातु अकृत् सार्वधातुक वा अकृत् असार्वधातुक वा? आम् आम्, अकृत् सार्व इत्यस्य विशेषणं भवति अकृत् सार्वधातुक. भगिनि एकं निमिषं, प्रश्नः अस्ति अकृत् अण्ड् सार्वधातुक और् अकृत् असार्वधातुक? असार्वधातुक एव, असार्वधातुक द्विवचने अस्ति किल भगिनि, समस्तपदमस्ति द्विवचने अस्ति किल, अकृत् सार्वधातुकयोः इति अस्ति द्विवचने, अतः द्विवारम् आगच्छति वा? न न, कृत् सार्वधातुकयोः इति अस्ति, यद् अकारः अस्ति तद् वयम् अवगन्तुं शक्नुमः किल नञ् इति, अतः कृत् कृत् सार्वधातुकयोः एकवारमेव अकारः अस्ति, परन्तु यदा वयं विग्रहं कुर्मः विच्छेदं वा विग्रहं कुर्मः अकृत् असार्वधातुक असार्वधातुकः तत्र द्विवचने अस्ति इति कृत्वा वयम् अवगन्तुं शक्नुमः. अस्तु धन्यवादः. अहं इदानीं समासविषये किञ्चिदेव जानामि. अस्तु, भगिनि उपरि वयं दृष्टवन्तः उकारान्त उकारान्तदातव अपि इकारान्त इकारान्तदातव तत्र अकृत्य सार्वधातुकयोति भवति नूयते इति. मम किञ्चित् अत्र किम् अस्ति इत्युक्ते अन्तरङ्गशास्त्रं बलवत् हलः इति कारणेन तत्र अकृत् सार्वधातुकयो दीर्घः इत्यत्र अचः अङ्गस्य यकारादि प्रत्यये परे इति निमित्तद्वयम् अस्ति, हलः इत्यस्य एकमेव निमित्तं भवेत् अन्तरङ्गशास्त्रम् अस्ति चेत् किल, अतः निमित्तं द्वयं खलु द्वयमेव. आम् सार्वधातुकयोः अपि अस्ति अकृत् सार्वधातुकयोः इ इत्यस्य विशेषणरूपेण यकारादः कीदृश यकारः यकारादिप्रत्ययः इत्युक्ते अकृत् असार्वधातुक यकारादिप्रत्ययः तस्य विशेषणरूपेण आगच्छति किल. निमित्तमेकमेव निमित्तं हलः इत्यस्य निमित्तम् एकमेव, अकृत् सार्वधातुकयोर्दीर्घः इत्यस्य निमित्तद्वयम्, अतः हलः इति अन्तरङ्गसूत्रमस्ति, अतः बलवत् अकृत् सार्वधातुकयोर्दीर्घः इत्यस्य अपेक्षया. समीचीनं वा भगिनि, सरला भगिनि? आमां, किन्तु हलस्य कार्यं भूत्वा तदनन्तरम् अपि अकृत् सार्वधातुकयोर्दीर्घस्य कार्यम् अस्ति, किन्तु पर्जन्यवत् भवति एतत् सूत्रं, परिवर्तनं नास्ति किन्तु प्रसक्तिः अस्ति तत्रापि अजन्त अस्ति अङ्गम् इकार अजन्त अस्ति साधु परे अस्ति सो प्रसक्ति अस्ति किन्तु परिवर्तनं नास्ति अत्र जीयते एव तिष्ठति रूपमेव आगच्छति रूपम् इदानीम् अग्रं मे करोतु भगिनी भवती एव अग्रिमम् अस्तु भगिनि अहं पठामि. आम् आम् करोतु अभ्यासः सुमन् भगिनी करोतु व्येङ् इति व्येङ् योगः यक् अस्तु. इदानीं प्रथमं सम्प्रसारणवर्णः कः इति तद् प्रथमं पठतु. यकार अस्तु तत्र ञकारस्य इत्संज्ञा लोपः भवति व्ये भवति. इदानीं तु तत्र न सम्प्रसारणं तत्र वकारस्य सम्प्रसारणं न भवति यकारस्य एव भवति, अतः इदानीं वि योग ए योग यक् भवति. अनन्तरं सम्प्रसारणात् च इति सूत्रेण एकार इकारस्य स्थाने इकार एव तिष्ठति, इकार एव आदेशः भवति. अतः इदानीं वि योग यक् भवति. इदानीं तत्र हलः सूत्रेण दीर्घ इकारस्य दीर्घत्वं भवति, वीयते भवति. अपि अकृत् सार्वधातुक दीर्घः अपि वक्तव्यं. यदा यद्यपि तत्र कार्यं समानमेव तिष्ठति, परन्तु प्रक्रिया पूर्णतया वक्तव्यं किल. वदतु भगिनि, तत् समाप्तयोः प्रतिषेधः भवति खलु. न न, पुनः आगच्छति कार्यं कर्तुं, तस्य प्रसक्तिः अस्ति. पूर्वस्मिन् उदाहरणे पश्यतु भगिनि, तत्र हलः प्रथमं कार्यं करोति, जीयोगः यक् इति अस्ति. अनन्तरमपि अकृत् सार्वधातुकयोर्दीर्घः इत्यस्य प्रसक्तिः तु अस्ति एव. अजन्त अङ्गम् अस्ति, यकारादिप्रत्ययः परः अस्ति, अतः तस्य अवकाशः अस्ति. आगच्छति, परन्तु किमपि कार्यं कार्यम् इत्युक्ते यद् वयं पश्यामः तदेव किल, तद् नास्ति, दीयते न भवति. परन्तु प्रसक्तिः अस्ति, कार्यमपि अस्ति इत्येव वयं वदामः. प्रक्रियायां तादृशमेव वदामः. एक्चुलि द्वे सूत्रे अपि नित्यसूत्रे खलु इदानीं तु अकृत्सार्वधातुकयोर्धातुको दीर्घः इत्यस्य नित्यं भवितुं शक्नोति. हलः न भवितुं शक्नोति भगिनि, तस्य कार्यम् अनन्तरं न आगच्छति किल. आम्, किन्तु अन्तरङ्गसूत्रमस्ति, अतः पूर्व पर. किन्तु हलः अपि अनन्तरं कार्यं कर्तुं शक्नोति खलु. न किल, जीयते इति भूत्वा कथम् आगच्छति पुनः. जकार नास्ति न, जकार सम्प्रसारणवर्णः इदानीं इकार भवति खलु. ओ, सम्प्रसारणवर्णः नास्ति. सम्प्रसारणवर्ण यकार वा इकार वा? यकारः एव सम्प्रसारणवर्णः किल. अस्तु, न तु इकार, वकार यकार सम्प्रसारणवर्णम् अस्तु, न तु उकार इकार. अस्तु, धन्यवादः. इदानीं तु हलः अन्तरङ्गम् अस्ति, किन्तु अकृत् सार्वधातुक योः दीर्घ नित्यं भवति. अपि परसूत्रं पूर्व पर नित्य अन्तरङ्ग अन्तरङ्गमेव बलवत्तः अन्तरङ्गम् इत्यस्य किन्तु वदामि एव एतत्तु नित्यं सूत्रं भवति. हलः सूत्रस्य पूर्वमपि कार्यं कर्तुं शक्नोति, अनन्तरमपि कृताकृतप्रसङ्गे. भगिनि, द्वितीयबिन्दु महोदय उक्तवान् व्यज् इति धातुः अस्ति साधु. इदानीं व्यज् धातु, तत्र हल तस्य प्रसक्तिः अस्ति वा न? व्यज् व्यज् इति धातुः वा, कुत्र अस्ति? उपरि वयं कृतवन्तः साधु, व्यज् व्यज्योगयक् तत्र विद्यते इति भवति सर्व तत्र तस्य प्रसक्तिः अस्ति वा न ओ तत्र हल् इत्यस्य वा द्यद् योगः यक् आं भवती एव वदतु भगिनि विद् अस्ति साधु तत्र हल् प्रसक्तिः नास्ति कारण किं तत्र सम्प्रसारणवर्णम् अन्ते नास्ति धकार अन्ते अस्ति साधु इति अङ्गव अव्यस्य हल उत्तरं सम्प्रसारं तत् अन्तस्य अङ्गं भवेत् विद् तत्र विद्धकार अस्ति ईकार अन्ते नास्ति अतः विद् धातु तत्र हलस्य प्रसक्तिः नास्ति यथा कृत्वसारधातु तस्य अपि तत्र प्रसक्तिः न गच्छति कारण कि ईकार अन्ते नास्ति अजन्तं नास्ति धातु तत्र अङ्ग अन्तं नास्ति धातु हलः सूत्रे अन्तम् इति निमित्तं कुत्र अस्ति भगिनि अच्छा ज्या अस्ति जि इति तत्र यथा भवती उक्तवती वेच् वेत् वीत् हल इति तत्र सम्प्रसारणं वर्ण ईकार अन्ते अस्ति न वकार तस्य पूर्वं सूत्रे निमित्तं कुत्र अस्ति अङ्गस्य हल अङ्गस्य हल अवयवात् हलः अङ्गस्य तस्य सम्प्रसारणम् इति विशेषणं विशेषविशेषणं भवति येन विद्युतस्य परिभाषासूत्रेण तस्य परिभाषासूत्रम् अनुवृत्तिसूत्रं न आगच्छति अहं पृष्टवती महोदय अत्र स्मरामि हलः सम्प्रसारणस्य अङ्गस्य दीर्घः अत्र सम्प्रसारणस्य अङ्गस्य इति विशेषणविशेष्यभावः अस्ति अतः येन विधिस्तदन्तस्य इत्यनेन वयम् अवगन्तुं शक्नुमः तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति इति अनन्तरम् अस्माकम् अलोन्त्यस्य इत्यनेन अङ्गस्य अन्तिमवर्णः अस्याः इदानीं तु व्ये अथवा ज्या अस्ति चेत् तत्र आकार एकार तस्य लोपः भवति खलु नो चेत् तत्र सम्प्रसारणात् च तत्र सूत्रं इफेक्टिव्लि लोपः करोति पूर्वपरयोः स्थाने एकः एव आदेश सो देट् रिसल्ट्स् इन् द सम्प्रसारण अङ्गं खलु अनन्तरं वदति वा सम्प्रसारणकार्यात् अनन्तरम् अङ्गं किम् इति इदानीं तु वयं तु धातु पश्यामश्चेत् तत्र ये लौकिकधातु व्ये भवति नो चेत् ज्या भवति तत्र तु सम्प्रसारणवर्णम् अन्ते नास्ति किन्तु सम्प्रसारणं तत्र सम्प्रसारणं कार्यं भूत्वा अनन्तरं सम्प्रसारणात् च तस्य कार्यम् अपि भूत्वा इदानीं तु सम्प्रसारणवर्गं वर्णम् अन्ते आयाति खलु सम्प्रसारणक्रिया पूर्वं पूर्णतया कृत्वा एव अन्तिमफलं किम् इति दृष्ट्वा एव करणीयं समीचीनम् अग्रे नयति सत्यम् किन्तु तत्र प्रक्रिया सर्वा प्रक्रिया कृत्वा अन्ते जि वि अथवा जि तिष्ठति अतः इदानीं हलः कार्यं कर्तुं शक्नोति किन्तु तत्र विद् विद् तिष्ठति विद्यते भवति अतः अन्ते नास्ति तत् सम्प्रसारणवर्णः. समीचीनमेव भगिनि. आं समीचीनं, धन्यवादः. सरलभगिनी भवती करोति वा वेङ् इति? ओके, वेङ् तत्र ण्यकार संज्ञा हलन्त अनेन भवति. वे इति तिष्ठति. वेङ् इति स्वपि सम्प्रसारण विधायकसूत्रं भवति. वचि स्वपि यजादीनां किति इति अनेन तत्र वकारस्य स्थाने इज्ञण इति सूत्रेण वकारस्य स्थाने उकार आगच्छति. सम्प्रसारणं च अनेन अकार उकार तयो मध्ये अकार क्षम्यताम् उकार इकार पूर्वपरयो तयो मध्ये पूर्व वर्ण पूर्व अच्छवर्ण आदेश भवति. सो वि एव तिष्ठति. वि योगयत् इदानीं वि हल् सूत्रेण वकार हल् वन् हल् प्रत्याहारे आगच्छति. इकारसम्प्रसारणय वर्ण अङ्गस्य अन्ते अस्ति, अतः तस्य दीर्घ भवति. सो वि योगय तदनन्तरम् अकृतसार्वधातुकयो दीर्घ. वि कथं भवति भगिनि इति भवति किल भगिनि? हल् हल् सारि क्षम्यताम् ऊ तदेव कुत्र उकारः आगच्छति इति सूत्रमपि अहम् अस्तु वदतु भगिनि. उकारः एव किल सम्प्रसारं चरणे उकार तिष्ठति. सो उकार तदन उकारस्य हल् इति तत्र उकार हलः प्रसक्तिः न भवति खलु? उकारः एव अस्ति किल भगिनि. इदानीं प्रसक्तिः भवति वा? किमपि नास्ति उकारस्य पूर्वं. तत् अङ्गस्य अन्ते अस्ति ऊयस्य अकृत न तस्य प्रसक्तिः नास्ति. हल् केवलम् अकृतसार्वधातुकयो तदेव अत्र ऊयसे अकृतसार्वधातुकयो दीर्घ अनेन भवति अकृत. तदेव तदेव अहमपि चिन्तितवती किं कथं हल्लः इति. समीचीनम्. ऊयते इति भवति किल? ऊयते. समीचीनं भगिनि. ऊयते इति न जानामि भगिनि, अहं दृष्ट्वा न चिन्ता मास्तु, अहमपि द्रष्टुं शक्नोमि. भवती जानाति चेत् इति पृष्टं. सिद्धता अस्ति चेत् अहं दृष्ट्वा आगच्छामि. अतः अद्य किञ्चित् झटिति वर्गं चालयतु इति उक्तवती किल, अतः सिद्धता. भवती स्वरूप महोदयस्य कक्षां न गच्छति? न भगिनि, मङ्गलवासरे अहं मम अन्यकार्यम् अस्ति अतः न गच्छामि. अस्तु, अरुणा भगिनी करोति वा हेङ्ग् इति? अहम् अग्रिमम् अहं प्रयत्नं करोमि. हेङ्ग् योगः हेङ्ग् वकार अस्ति सम्प्रसारणवर्णः. स्वेङ् अलं हलन्तम् इति सूत्रेण चञ्चजन्या संज्ञा भवति, लोपः भवति. हे अत्र वकार सम्प्रसारणवर्णः. वकारस्थाने उकार आगच्छति. सम्प्रसारण चैतसूत्रेण उयोग ए पूर्वपरयोः पूर्वरूपम् आदेशः भवति. हू योगः य हूय हूय तदनन्तरं हलः इति सूत्रेण उकारस्य दीर्घः भवति. हूय हूयते इति रूपं निष्पन्नं भवति. अत्रापि अकृत् सार्वधातुकयो दीर्घः पुनः तस्य पर्जन्यवत् श्रूयते. अस्तु, अग्रिमम् अहं प्रयत्नं करोमि. श्वीयोगः यक् इति अस्ति. अत्र षकारः वकारः इकारः, अतः वकारः वकारस्य एव सम्प्रसारणकार्यं भवति. ष ऊ इति भवति. तत्र सम्प्रसारणाच्च इति पूर्वपरयोः स्थाने पूर्वरूपादेशः. अतः शू शकारः शू य अनन्तरम् अस्माकं सूत्रम् अस्ति किल हलः, पूर्वं हल् वर्णः अस्ति इति कृत्वा हलः. शूय थे अकृत् सार्वधातुकयो दीर्घः इत्यस्य अपि प्रसक्तिः शूयते इति रूपम्. साधु वा भगिनि? अस्तु, अग्रिमम् अपि कृतवन्तः वा भगिनि अनिदितः तातवः? नूतनपाठमपि आगतवान्. नूतनपाठः कः भगिनि? तस्य अनन्तरं चूर्धातु तस्य चौर्यवर्ग दशमवर्गस्य कथं भवति तत्र. ओ अग्रिमम् अस्ति वा? अस्तु, अहम् एतत् पठामः. एतत् अस्तु पश्यामः. अस्तु, कर्मणि प्रयोगः अभवत्? न, द्वितीयभागः अस्ति नूतनभागः अस्ति. अस्तु, सुमन् भगिनी भवती एव पठति वा अनुदितः दातवः इति? पठामि. अनुदितः धातवः अनुदितां हल् उपधायाः निति इत्यनेन अनुदितां हलन्तां हलन्तानां धातूनाम् उपधायाः स्थितस्य नकारस्य लोपः भवति किति निति प्रत्यये परे. यक् तु कित् अस्ति, अतः यकि अनिदितां धातूनां उपधा स्थितस्य नकारस्य लोपः. अस्तु, इदानीं तु किति निति तत्र सम्प्रसारणम् अपि भवति, गुणनिषेधः अपि भवति, वृद्धिनिषेधः अपि च अनिदित् धातु अस्ति चेत् तस्य उपधायां स्थितः नकारस्य अपि लोपः भवति एतत् एतेन सूत्रेण. अस्तु, सूत्रं किं वदति इति, अनिदित् अनिदितां हल् उप हल हलः उपधायाः किति. येषां हलन्तधातूनां ऋस्व इकारः इत् संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्यये परे. इत् अस्ति चेत् येषां ते इदितः न इदितः अनिदितः. बहुव्रीहि गर्भः न्यै तत्पुरुषसमासः तेषाम् अनिदिताम्. अस्तु, ककार च ककार च तयोः इतरेतरद्वन्द्वः क्नौ ज्ञौ इतौ यस्य सः द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् निति. अस्तु, अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं निति सप्तम्यन्तम् अनेकपदम् इदं सूत्रम्. इदानीं श्नान् लोपः इत्यस्मात् न लोपः अनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसूत्रं सहितसूत्रम् अस्ति. अनिदितां हलः अङ्गस्य उपधायाः न लोपः निति इत्युक्ते यत्र धातु इदित् नास्ति इत्युक्ते औपदेशिक रूपे इकार अनुनासिक इकार नास्ति चेत् तत् इत् तत्र इत् इत्युक्ते ह्रस्व इकार तस्य इत्संज्ञा न प्राप्नोति अतः तत् इदित् नास्ति इदित् नास्ति चेत् तत् अन् इदित् अस्ति अन् इदित् धातु अस्ति चेत् तस्य उपधाय उपधायां नकार अस्ति चेत् इदानीं तत् नकारस्य लोपः भवति. समीचीनं, तस्य लोपः भवति. निदितां हलः अङ्गस्य उपधायाः नः लोपः निति. इदानीं भगिनी तत्र पदद्वयं वा त्रयम् आसीत् बहुव्रीहि गर्भः नै तत् पुरुषसमास गर्भः इत्युक्ते इदानीं गर्भः अनन्तरं तस्मिन् एव अन्ते अस्ति तत्र बहुव्रीहिः अपि अस्ति अन्य द्वन्द्वगर्भ बहुव्रीहिसमासः इति अस्ति किल भगिनि तत्र द्वन्द्व अपि अस्ति बहुव्रीहिसमासः अपि अस्ति द्वन्द्वस्य गर्भे बहुव्रीहिसमासः अस्ति गर्भे इत्युक्ते गर्भः गर्भात् एव शिशुः जायते किल गर्भः तदेव तदेव अर्थः अन्ते अस्ति इत्येव अस्तु इत्युक्ते तत्तु नै तत्पुरुषसमास किन्तु नै तत्पुरुषसमासे समासस्य अन्ते बहुव्रीहिसमासः अस्ति द्वन्द्वगर्भः तस्य अन्ते द्वन्द्वगर्भस्य बहु द्वन्द्वगर्भः तस्य अन्ते बहुव्रीहिसमासः अपि अस्ति ओ द्वयमपि अस्ति क्षम्यतां तत्र ओ अहं निति च इत्यस्मिन् विग्रहवाक्यं दृष्टवती आम् इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहिगर्भः नै तत्पुरुषसमासः इत्युक्ते बहुव्रीहि इत्यस्य गर्भे नै तत्पुरुषसमासः अस्ति न तत्तु नै तत्पुरुषसमास अस्ति नै तत्पुरुषसमासे समासस्य अन्ते बहुव्रीहिसमास अस्ति खलु ओवराल् इट् इस् अ नै तत्पुरुषसमास न न ओवराल् इट् इस् अ बहुव्रीहिसमास इन्सैड् द बहुव्रीहि नै इस् द बहुव्रीहि इत्यस्य एव अन्य किं भगिनि अन्तर अन्तर्गर्भ मीन् इन्सैड् अन्ते इन्सैड् इन्सैड् इन्सैड् नाट् अन्ते नास्ति अन्ते नास्ति अन्तः अन्तः इन्सैड् इन्सैड् दट् इन्सैड् अर्थे आम् इस् इट् अ बहुव्रीहिसमास इन्सैड् नै तत्पुरुष ओर् इस् इट् अ नै तत्पुरुष इन्सैड् अ बहुव्रीहि इन्सैड् नै तत् सो ओवराल् इट्स् अ नै तत्पुरुषसमास एण्ड् इन्सैड् द नै तत्पुरुषसमास देर् इस् अ बहुव्रीहि बहुव्रीहि समीचीनं अस्तु एण्ड् द नेक्स्ट् वन् इस् ओवराल् इट्स् अ बहुव्रीहिसमास निति इस् अ बहुव्रीहि समास and inside the bahuvrihi samasa is a dvandva samasa dvandva because it is and samichana samichana anya anya pada pradanam kila atah bahuvrihi asya ante shamitam antah dvandva asti antah yeah I tend to make the mistake and I know the difference but a slip of the tongue bhavati भवती एव तद् पूरयतु भगिनि अस्य कोष्टकस्य अग्रिमं किमपि यकी परे इति इदानीं कोष्टकम् अञ्च् अस्ति तस्मात् अनन्तरं पठतु भगिनि तद् दातवः केचन दातवः पाणिनीयधातुपाठे अनिदितदातवः इमे इति दत्तमस्ति. अनन्तरं किमपि अस्ति तद् पठतु. यकि पदे उपधा स्थित नकारलोपः यथा अस्तु. स्कन्दः योगः यक् तत्र अनिदितां हलः उपधाय निति कार्यं करोति. इत्यनेन किति परे न नकारस्य लोपः न लोपः इत्युक्ते इदानीं नकारस्य लोपः अतः इदानीं स्कद् भवति. स्कद् योग य स्कद्य स्कद्यते भवति अन्तिमं रूपं स्कद्यते इति निष्पन्ति. एवम् एव सर्वेषाम् अनिदितां हलन्तानां भावकर्मणि तिङन्तरूपाणि वक्तव्यानि. अनेन भाव कर्मणि प्रक्रिया लति लोटि लङ्गि विधिलिङ्गि नवानां धातूनां धातुगणानां भवादि आरभ्य क्रयादि यावत् समग्रचिन्तनं सम्पूर्णम् भवादि आरभ्य क्रयादिवत् गणभेदः न भवति. धातुगणानाम् एव तत्र उल्लिखितमस्ति. तादृशम् एतादृशमेव तस्य रूपाणि भवन्ति इति. अतः अग्रिमपाठः अपि आसीत् वा भगिनि? नवगणानाम् इति अस्ति. चुरादिगणे भिन्नं किम्? प्रायः तदेव अग्रिमपाठः. कोशके ये धातवः सन्ति तस्य रूपाणि वक्तव्यम्. ओ, रूपाणि वक्तव्यानि वा? अग्रिमकरपत्रे किम् अस्ति भगिनि? बहु किमपि कृतवन्तः वा किञ्चिदेव वा? द्वे परिच्छेदः वा? तद् कृत्वा पुनः आगच्छामः वा अत्र? किम् अस्ति कर्मणि भावे द्वितीयभागः इति अस्ति. सरलमस्ति, केवलं नकारस्य लोपः. अस्तु, किञ्चित् पठित्वा पुनः आगत्य रूपाणि वदामः भगिनि. भवती एव पठतु भगिनि, भावकर्मप्रक्रिया. अस्तु, कर्मणि भावे च द्वितीयभावकर्मणि प्रक्रिया लटि लोटि लङि विधिलङि चुरादिगणे प्रेणार्थे निचि च. चुरादिगणे निच् प्रत्यय स्वार्थे विधीयते एव यथा चुर् योगनिच् चोरि तदा सनाद्यन्तधातव इत्यनेन चोरि शालि इत्यादीनाम् आतिदेशकधातूनां धातुसंज्ञा भवति. चुर् योगभूवादेव धातव इत्यनेन चुर् इत्यस्य धातुसंज्ञा. सत्यापपाशरूपवीणातुलश्लोकसेना लोम त्वच वर्म वर्ण चूर्णचुरादिभ्यो निच् इत्यनेन चुरादिगणीयधातुभ्यः निच् प्रत्यय विधीयते. चुर् योग उगन्तलघुपदस्य इत्यनेन उपधायां लघु एकगुण आर्धधातुपदे परे चोरि सनाद्यन्ताधातव इत्यनेन धातुसंज्ञा चोरि इति आतिदेशकधातु तथा च प्रेणार्थे आतिदेशकधातु निष्पयते. इदानीं चुरादिगणे दशमगणधातु धातुप्रत्यय भावकर्मप्रक्रिया कथं भवति तस्य पाठमस्ति. चुरादिगणे सामान्यतया जानीमः स्वार्थे निच् प्रत्यय विधीयते. शप् आदौ ऋच् प्रत्यय विधीयते चुर्योग ऋच् इति. यदि भव ऋच् विधीय रिच् प्रत्ययस्य चकारस्य हलन्ति अनेन लोप भवति, रकारस्य लशक् तद्वते सादि चुटु चुटु इनेन रकारस्य लोप भवति, इ एव तिष्ठति, सो चोरी इति भवति, यदि चोरी इति आतिदेशकधातु भवति तद् सनाद्यन्तधातु इति संज्ञा आगच्छति अस्य, तथैव धातु यदि शल् अस्ति शाल् शाली भवति, चुल् धातु पुनः भुवादो आदेव धातव तस्य भवादो आदति संज्ञा धातु संज्ञा अस्ति चुल् धातुस्य, रिच् प्रत्यय आगच्छति सत्याप पाश रूप वीणा तुल श्लोक सेना लोम त्यज वर्म वर्ण चूर्ण चुरादिभ्यो निच् अनेन रिच् प्रत्ययं विधीयते, सो चुर् योग इ यदि रिच् प्रत्ययं यदि आगच्छति तदनन्तरं पुगन्तलघुपदस्य च इति प्रसक्तिः भवति, इकार उकार उपधायाम् एकवर्णः अस्ति तस्य इकार रिच् प्रत्ययस्य इकार आदधातुकप्रत्ययः अस्ति, अतः भुगन्तलघुपदस्य सूत्रेण ओकारस्य गुणः भवति, ओकार आगच्छति, सो चोरी इति इदानीं नूतन अतिदेशकधातुः अपि वदामः, तस्य सनाद्यन्तधातुः अनेन धातुसंज्ञा भवति, सो इति अस्ति. तदनन्तरं चुरादिगणे यत् निच् प्रत्यय विधीयते तत् स्वार्थे अस्ति, यदि प्रेणार्थे निच् विधीयते तद् हेतुमति सूत्रेण आगच्छति, तदपि पठामि. आम् आम् अच्छा, प्रेणार्थे निच् अपि सनाद्यन्त धातवः किं वदति भगिनि? सनाद्यन्तधातवः इति संज्ञा तदनन्तरं सनाद्यन्तव इति संज्ञा आगच्छति नूतनधातु, तस्मात् पुनः प्रातिपदिकमपि योजयितुं शक्नुमः यथा समासवर्गे. किन्तु अत्र तु प्रेरणार्थे न भवति खलु, प्रेरणार्थे भवतु वा स्वार्थे भवतु वा नूतन नूतनधातुः तु उत्पन्नः एव, प्रेरणार्थे अपि नूतनधातुः उत्पन्नः, स्वार्थे अपि नूतनधातुः, सनाद्यन्ता दातवः इति सूत्रेण तत्र नूतन आतिदेशिकधातुः इति नूतनधातुः, ते किमपि करणीयं किल तत्र, किमपि सूत्रम् आवश्यकं किल येन येन नूतनधातुः अतः स्नानाद्यन्ता दातवः इत्यनेन नूतनधातुः इति तद् वदति ओफिशियलि नूतनधातुः, अनन्तरमेव वयं कार्यं कर्तुं शक्नुमः. वदतु भगिनि सरला. तथा च प्रेणार्थे रिचि अपि आतिदेशकधातुः निष्पद्यते, यथा चुर् स्वार्थे रिच् विधीयते तथा भुवादि अन्ये ये के धातवः सन्ति तस्य रिच् प्रेणार्थे यदि आगच्छति तस्य सूत्रं भिन्नम् अस्ति हेतुमति च पठयोग हेतुमति च अनेन प्रेणार्थे धातो रिच् पठयोग इ पठ इदानीम् अत् उपधायाम् इत्यनेन उपधायाम् अतः वृत्ति ञति ञति पस्य परे आटि भवति, हेतुमति च अनेन सूत्रेण प्रेणार्थे निच् आगच्छति निच् नित् अस्ति पठयोग इदानीम् अत् उपधाया इति सूत्रेण उपधायां ह्रस्व अकार अस्ति तस्य वृद्धिः भवति निमित्तं निच् अस्ति परे, विद्धि भूत्वा पाठी इति नूतनसूत्रं भवति, तस्य अपि सनाद्यन्तधातव अनेन धातुसंज्ञा भवति. इदानीं चुरादिगणे यत् स्वार्थे निच् आगच्छति तस्य सूत्रं भिन्नम् अस्ति. सत्यापपाशरूपवीणातुलश्लोक सोम सेनालोम त्वच वर्म वर्ण चूर्ण चुरादिभ्योणच् इति सूत्रं वदति. एभ्य द्वादशभ्य प्रातिपदिकेभ्य सर्वेभ्य चुरादिगणीयधातुभ्यश्च निच् प्रत्यय विधीयते. एभ्य प्रातिपदेकभ्य निच् प्रत्ययस्य संयोजनेन नाम धातव भवन्ति. चुर् आदि येषां चुरादय सत्यापाश्य पाश्च रूपञ्च वीणा च तुलञ्च श्लोकश्च सेना च लोम च त्वश्च वर्म च वर्णश्च चूर्णश्च चुरादयश्च तेषामितरेतरद्वन्द्व सत्यापपाशरूप वीणा तुल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादय तेभ्य बहुव्रीहि गर्भोः द्वन्द्वः. सत्यपाशरूपवीणा तूलश्लोकसेनालोम त्वच वर्म वर्ण चूर्ण चुरादिभ्य पञ्चम्यन्तं मृच् प्रथमान्तं द्विपदं सूत्रं प्रत्ययः परश्चत्यनो अधिकार धातो रेखाचोहलादे क्रियासंवारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिरामेण परिमाणमेन पञ्चमी विभक्त्यो धातुभ्य अनवर्तिसहितसूत्रं सत्यपाशरूपवीणातूलश्लोकसेनालोमत्वच्च वर्म वर्ण चूर्ण चुरादिभ्य धातुभ्य रच् प्रत्यय परश्च. आहत्य इति भवति सत्यपाश इति द्वादश प्रातिपदिकानि सन्ति अपि चुरादिभ्य स्वार्थे रच् प्रत्यय विधीयते. एतेषां एतेभ्य धातुभ्य परे ऋच् आगच्छति इति वदति एकं सूत्रम्. किम् अस्ति भगिनि तद् प्रथम सत्यापपाशरूप इति प्रातिपदिकानि सन्ति प्रातिपदिकाः रामप्रातिपदिकम् अस्ति तथैव तादृश प्रातिपदिकानि सन्ति तेषां परे विधीयते तेषां परे अपि निच् विधीयते. रूपाणि कथम् इति अहं न जानामि परन्तु अस्माकं प्रातिपदिकानि सन्ति अस्माकम् अत्र केवलं चुरादिभ्यो चुरादिभ्यो निश्चयेव अस्माकं विषयः प्रातिपदिकानि द्वादश चुरादिभ्यो निच् इत्यनेन निच् विधीयते. अस्माकं विषयः तु चुरादिभ्यः निच्चेव तद् प्रथमं प्रातिपदिकानि अस्माकं विषयः नास्ति. अस्तु अरुणा भगिनी हेतुमती च पठति वा. हेतुमती च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्यात्. निच् विधायकं सूत्रं किमर्थं यः प्रयोज्यं प्रेरयति यः किमर्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः. क्रियायाः हेतुः तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान्. अस्यां स्थितौ यत्र हेतुमान् प्रयोजकः अपि अस्ति प्रेरितः प्रयोज्य अपि अस्ति तत्र धातोः निच् प्रत्ययः विधीयते. हेतुमति सप्तम्यन्तं च अव्ययं पदं द्विपदमिदं सूत्रं सत्य आपपाशरूपवीणातूलश्लोकसेनालोमत्वच् वर्म वर्णचूर्णचुरादिभ्यो निच् इत्यस्मात् निच्चित्यस्य अनुवृत्तिः प्रत्ययः परश्च एतनयोः अधिकारः धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इति सधिकारः वचनपरिणामेन पञ्चमी विभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं हेतुमति च धातोः निच् प्रत्यय परश्च. हेतुमतिसूत्र वदति हेतुमतिसूत्रेण प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् भवति. निच् विधायकं सूत्रम् इति हेतुमति इति निच् विधायकसूत्रं हेतुमति वर्णनं विवरणं दत्तम् अत्र, यः प्रयोज्यं प्रेरयति सः प्रयोजकः एक पदं, क्रियायाः हेतुः तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान् इति नामकरणं भवति। अस्यां स्थितौ यत्र हेतुमान् प्रयोजकः अपि अस्ति प्रेरितः प्रयोज्य अपि अस्ति। प्रेरणास्ति विषये प्रयोजककर्ता प्रयोज्यकर्ता इति द्वे कर्ताद्वयम् अस्ति। तत्र धातोः निच् प्रत्ययः विधीयते। हेतुमति वयं जानीमः हेतुमति इति सप्तम्यन्तं च अव्ययपदम्। अनुभूतिसहितसूत्रं हेतुमतिः च धातोः निच् प्रत्यय परश्च। चुरादिगणे स्वार्थे निच् प्रत्यय आगच्छति, प्रेरणाद्ये प्रकरणे हेतुमतिसूत्रेण निच् धातोः विधीयते। तत्र हेतुमति च इत्यनेन निच् विधीयते। प्रेरणार्थे निच् आवश्यकं चेत् तत्र हेतुमति च इत्यनेन। तत्र सनाद्यन्तदातवः इति सूत्रे प्रथमवाक्यम् अनुवृत्ति एव पठतु भगिनि। आं भगिनि, सनाद्यन्तदातवः द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः दातवः सृष्टाः भवन्ति। सन् ख्यच् काम्यच् क्यच् चङ् क्विप् निङ् इयङ् निच् यक् आय यङ् इति। येषां प्रकृतिः अङ्गं क्वचित् धातुः क्वचित् प्रातिपदिकं सत्सु सन् आदौ येषां ते सनादयः, सनादय अन्ते येषां ते सनाद्यन्ताः दन्ताः। सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदमिदं सूत्रम्। सूत्रं स्वयं सम्पूर्णं सनाद्यन्तदातवः सनाद्यन्तदातवः अत्र द्वादशप्रत्ययाः सन्ति, तेषु योजनेन नूतनदातुः दातवः निष्पन्नं भवति। सनाद्यन्तप्रत्ययः किम् इति अत्र द्वादश सन् ख्यच् काम्यच् ह्यश् ह्यङ् क्विप् निङ् इयङ् निच् यक् आय यङ् इति। सन्यन्तदातवः नूतन आतिदेशदातु नामकरणं सन्यन्तदातवः इति आगच्छति। तदनन्तरं सुबन्त वा क्रियापदं वा उत्पन्नं कर्तुं शक्नुमः। प्रत्ययेषु केचन तु धातुः केचन प्रातिपदिकनिष्पादनसमये उपयोगं कुर्मः। अस्माकम् अवधानं तु इदानीं निच् प्रत्ययः एव, अन्य न आवश्यकम् इदानीं। निच् एव द्वादशप्रत्ययेषु निच् एव अस्माकं विषयः। अस्तु, तत्र कुतः पर्यन्तं कृतवन्तः भगिनि? तदेव तावदेव कृतवन्तः वा वर्गे, अग्रे अपि कृतवन्तः वा? नेरनिटि अस्तु। सुमन् भगिनी पठति वा? नेरनिटि पर्यन्तं पठतु भगिनि, अनन्तरं प्रतिपादयामः। अस्तु, इदानीं एवञ्च एवञ्च चुरादौ प्रेरणार्थे निच् च उभयत्र निजन्तम् आतिदेशिकधातुः निष्पद्यते। चुरादौ स्वार्थे चोरी क्षाली इत्यादयः धातवः, प्रेरणार्थे पाठी लेखी नायी इत्यादयः धातवः। उभयत्र चुरादौ प्रेरणार्थे निचि च यत् किमपि रूपं निष्पादयितुं इष्यते सर्व प्रथमं निच् विधीनां भवति, तदनन्तरम् एव अन्यानि कार्याणि करणीयानि। तथैव भवति भावकर्मणि प्रक्रियायां च, सर्वप्रथमं निच् तदा यक् यथा चुर् योग इ चोरि, तत्र स्वार्थे निच् सूत्रं कार्यं करोति, सत्याप सूत्रं कार्यं करोति, चोरि भवति। इदानीं सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् चोरि योग यक्। इदानीं अस्यां दशायां नेर् निति इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति। यक् प्रत्यय बलादिः नास्ति इति कारणात् तस्य इडागमः न कदापि भवति। अस्तु, अनेन चुरादिगणे प्रेरणार्थे भवितव्यं खलु, अनेन चुरादिगणे प्रेरणार्थे निच् च कश्चन निजन्तधातु अस्ति चेत् भाववाचके कर्मणि वाचके च सार्वधातुके यक् इत्यनेन यक् विधीयते, तदा नेर्निति इत्यनेन मिचः लोपः भवति। नेर्निति किं करोति, यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोप न अवगतवती। एकवारं पठतु, अस्तु। चुर् इदानीं तु सत्याप तत्र स्वार्थे निच् सूत्रं कार्यं करोति इत्यनेन चुरादिगणे निच् प्रत्यय विधीयते स्वार्थे। चुर् योग निच् चोरि भवति, सार्वधातुके यक् इत्यनेन भाववाचके कर्मणवाचके च यक् चोरि योग यक्। नेर् निति इत्यनेन निचः लोपः, चोर् यक् चोरि चोर्य चोर्य चोर्यते चोर्य योगते चोर्यते भवति। अस्तु, नेर् निति सूत्रमपि पठामि वा? आम् आं भगिनि। अस्तु, नेर्निति यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति। अत्र नि इत्यस्य अनुबन्धरहित्वा निड् निच् द्वयोः ग्रहणम्, उभयत्र इ इत्येव अवशिष्यते। नेः षष्ट्यन्तम् अनिट् सप्तम् अन्निति क्षम्यतां सप्तम्यन्तं द्विपदम् इदं सूत्रम्, अतोः अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति। नेः लोपः अनिति आर्धधातुके यस्य आर्धधातुकप्रत्ययस्य, अस्तु इदानीं तु यक् आर्धधातुकप्रत्यय अस्ति, इडागमः नास्ति यतोहि तत् वल् आदे प्रत्यय वल् आदे प्रत्ययः नास्ति, अतः इदानीं तस्य इडागमः प्रसक्तिः नास्ति, अतः इदानीं तत्तु आर्धधातुक प्रत्यय यस्य विरागमः न भवति तस्मात् पूर्व नि प्रत्ययस्य लोपः भवति. अस्तु, इदानीम् अतः चोरी प्रथमं तु चोरी भवति, अनन्तरं तस्य इकारस्य लोपः भवति, चोर् एव अवशिष्यते. इदानीं यक् आयाति, यक् अवशिष्यते, चोर्य इति अङ्गं, चोर्यते इति रूपं, सिद्धरूपम्. समीचीनं, तावदेव. यत्र निडा आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं यद् नी प्रत्ययः अस्ति तस्य लोपः भवति. यदा भवती उक्तवती यकारः यक् इति बलादिः नास्ति अतः तस्य इडागमः कदापि न भवति, चोर्यते इति रूपं. समीचीनम्, तावदेव कृतवन्तः किल. समयः अपि जातः. पूर्वस्मिन् करपत्रे यद् अस्ति तद् गृहपाठरूपेण कुर्मः वा प्रायः अग्रिमसप्ताहे? किमपि नास्ति तत्र, स्कन्द स्कद्यते भवति तथैव सर्वे. तावदेव, तद् अग्रिमसप्ताहे अपि वयम् एकवारं पुनः स्मरणरूपेण कृत्वा अग्रे सर्तुं शक्नुमः. बहु धन्यवादः. मम किमपि दोषः अस्ति चेत् क्षम्यताम्, अहं सिद्धता न भगिनी. यत्किमपि भवन्तः उक्तवन्तः तदेव अहं संक्षिप्तरूपेण उक्तवती, तावदेव. धन्यवादः भगिनी, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः.